पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 123 सिद्ध उवाच श्रूयतामभिधास्यामि ज्ञानरूपं तवाग्रदः ज्ञानस्य नास्ति वैदेहो हस्तौ पादौ च चक्षुषी नासा कर्णौ न ज्ञानस्य नास्ति चैवास्ति सङ्ग्रहः केन दृष्टं तु वैज्ञानं कानि लिङ्गानि तस्य वै आकारैर्वर्जितं नित्यं सर्वं वेत्ति स सर्ववित् दिवा प्रकाशक सूर्यो रात्रौ प्रकाशयेच्छी गृहं प्रकाशयेद्दीपो लोकमध्ये स्थिता अमि तत्पदं केन वै धाम्ना दृश्यते शृणु सत्तम न विन्दन्ति हि मूढास्ते मोहिता विष्णुमायया कायमध्ये स्थितं ज्ञानं ध्यानदीप्तमनौपमम् तत्पदं तेन दृश्येद चन्द्रसूर्यादिभिर्न च हस्तपादौ विना ज्ञानमचक्षुः कर्णवर्जितम् तस्य सर्वत्र गतिरस्ति सर्वं गृह्णादि पश्यति सर्वमाख्रादि विप्रेन्द्र शृणोत्येवं न संशयः नास्ति ज्ञानसमो दीपः सर्वान्धकारनाशने स्वर्गे भूमौ च पाताले स्थाने स्थाने च दृश्यते कायमध्ये स्थितं ज्ञानं न विन्दन्ति कुबुद्धयः ज्ञानस्थानं प्रवक्ष्यामि यस्मात् ज्ञानं प्रजायते प्राणिनां हृदयं नित्यं निहितं सर्वदा द्विज कामादिन् सुमहाभोगान् महामोहादिकांस्तथा विवेकवह्निना सर्वान् दिधक्षति सदैव यः सर्वशान्तिमयो भूत्वा इन्द्रियार्थं प्रमर्दयेद ततस्तु जायते ज्ञानं सर्वतत्त्वार्थदर्शकं तत्त्वमूलमिदं ज्ञानं निर्मलं सर्वदर्शकं तस्माच्छान्तिं कुरुष्व त्वं सर्वसौख्यप्रवर्धिनीं समशत्रौ च मित्रे च यथात्मनि तथा परे भवस्वनियतो नित्यं जिदाहारो जितेन्द्रियः मैत्रं नैव प्रकर्तव्यं वैरं दूरे परित्यजेद निःसङ्गो निःस्पृहो भूत्वा एकान्तस्थानमाश्रितः सर्वप्रकाशको ज्ञानी सर्वदर्शी भविष्यसि एकस्थानस्थितो वत्सत्रैलोक्ये यद्भविष्यति वृत्तान्तं वेष्यसि त्वं तु मत्प्रसादान्नसंशयः जल उवाच सिद्धेन तेन मे विप्रज्ञानरूपं प्रकाशितं तस्य वाक्ये स्थितो नित्यं तद्भावेनापि भावितः त्रैलोक्ये वर्तते यद्यदेकस्थाने स्थितो ह्यहं तत्तदेव प्रजानामि प्रसादात्तस्य सद्गुरोः यदत्ते सर्वमाख्यातमात्मवृत्तान्तमेव हि अन्यत् किं ते प्रवक्ष्यामि तद्ब्रूहि द्विजसत्तम च्यवन उवाच कीरयोनिं कथं प्राप्तो भवान् ज्ञानवदां वरः तन्मे त्वं कारणं ब्रूहि सर्वसन्देहनाशनं कुञ्जल उवाच संसर्गाज्जायते पापं संसर्गात् पुण्यमेव हि तस्माद्विवर्जयेच्छुद्धो भव्यं विरुद्धमेव च लुब्धकेनापि पापेन केनाप्येकशुकशिशुः बन्धयित्वा समानीदो विक्रयार्थं समुद्यतः चाडुकाम्रस्वरूपं तं पडुवाक्यं समीक्ष्य च गृहीतो ब्राह्मणैकेन मम प्रीत्या समर्पितः ज्ञानध्यानस्थितो नित्यमहमेव द्विजोत्तम समे बालस्वभावेन कौतुकात् करसंस्थितः तस्य कौतुकवाक्यैर्वा मुग्धोऽहं द्विजसत्तम शुकस्य पुत्ररूपस्य नित्यं तत्परमानसः मामेवं वदते सोऽपि ताततातेति आस्यताम् स्नातुं गच्छ महाभाग देवमर्चय साम्प्रतम् इत्यादि चाडुकैर्वाक्यैर्मामेवं परिभाषयेद् तस्य वाक्यविनोदेन विस्मृतं ज्ञानमुत्तमं पुष्पार्थं फलभोगार्थं गदोकं वनमेव च नीतशुको बिडालेन मम दुःखस्य हेतवे मम संसर्गिभिः सर्वैर्वयस्यैः साधुचारिभिः बिडालेन हतपक्षी तेनैव भक्षितो हि सः श्रुत्वा मृत्युं गतं विप्र शुकं तं चाडुकारकं महदा दुःखभावेन असुखेनादिदुःखितः अस्य दुःखेन मुग्धोऽस्मि तीव्रेणापि सुपीडितः महता मोहजालेन बद्धोऽहं द्विजपुङ्गव प्रालपं रामचन्द्रेदि शुकराजेदि पण्डित श्लोकराजेदि तं विप्र मोहाच्चलितमानसः तदोऽहं दुःखसन्तप्तः संजातस्वेन कर्मणा वियोगेनापि विप्रेन्द्र शुकस्य शृणुसाम्प्रतं विस्मृतं तन्मया ज्ञानं सिद्धेनापि प्रकाशितं संस्मरन् शोकसन्तप्तस्तं शुकं चाडुकारकं वत्सवत्सेदि नित्यं वै प्रलपं शृणुभार्गव गद्यपद्यमयैर्वाक्यैः संस्कृताक्षरसंयुतैः त्वां विना कश्च मां वत्स बोधयिष्यति साम्प्रतं कथाभिस्तु विचित्राभिः पक्षिराजप्रसाद्य माम् अस्मिन् सुनिर्जनोद्याने विहाय क्व गदो भवान् केन दोषेण लिप्तोऽस्मि तन्मे कथय साम्प्रतम् एवं विधैरहं वाक्यैः करुणैस्तैस्तु मोहितः एवमादिप्रलप्याहं शोकेनापि सुपीडितः मृतोकं तेन मोहेन तद्भावेनापि मोहितः मरणे यादृशो भावो मदिश्चासीच्च यादृशी तादृशेनापि भावेन जातोऽहं द्विजसत्तम गर्भवासो मया प्राप्तो ज्ञानस्मृतिविधायकः स्मृतं पूर्वकृतं कर्म स्वयमेव विचेष्टितं मया पापेन मूढेन किं कृतं ह्यकृतात्मना गर्भयोगसमारूढः पुनस्तं चिन्तयाम्यहं तेन मे निर्मलं ज्ञानं जातं वै सर्वदर्शकं गुरोस्तस्य प्रसादाच्च प्राप्तं वै ज्ञानमुत्तमं तस्य वाक्योदकैः स्वच्छैः कायस्य मलमेव च सभाह्याभ्यन्तरं विप्र क्षालिदं निर्मलं कृतं तिर्यक्त्वं च मया प्राप्तम् शुकजातिसमुद्भवं शुकस्य ध्यानभावेन मरणे समुपस्थिते तस्मिन् काले मृदो विप्र तद्भावेनाभिभाविदः तादृशोऽस्मि पुनर्जातः शुकरूपो महीतले मरणे यादृशो भावः प्राणिनां परिजायते तादृशास्युस्तु सत्त्वास्ते तद्रूपास्तत्परायणाः तद्गुणास्तत्स्वरूपास्ते भावभूता भवन्ति हि मृत्युकालस्य विप्रेन्द्र भावेनापि न संशयः अतुलं प्राप्तवाञ्ज्ञानमहमत्र महामदे तेन सर्वं विपश्यामि यद्भूतं यद्भविष्यति वर्तमानं महाप्राज्ञज्ञानेनापि महामदे सर्वं विद्याम्यहं ह्यत्र संस्थितोऽपि न संशयः तारणाय मनुष्याणां संसारे परिवर्ततां नास्ति तीर्थं गुरुसमं बन्धच्छेदकरं द्विज एतत्ते सर्वमाख्यातं शृणु भार्गवनन्दन यत्त्वया पृच्छितं विप्र तत्ते सर्वं प्रकाशितं स्थलजाच्चोदकात् सर्वं बाह्यं मलं प्रणश्यति जन्मान्तरकृतान् पापान् गुरुतीर्थं प्रणाशयेद संसारतारणायैव जङ्गमं तीर्थमुत्तमं विष्णुरुवाच शुक एवं महाप्राज्ञश्च्यवनाय महात्मने तत्त्वं प्रकाशयित्वादु विरराम नृपोत्तम एतत्ते सर्वमाख्यातं जङ्गमं तीर्थमुत्तमं वरं वरय भद्रं ते यत्ते मनसि वर्तते वेन उवाच नाहं राजस्य कामार्थी नान्यत्किञ्चित् प्रकामये स देहो गन्धुमिच्छामि तव कायं जनार्दन एवं वरमहं मन्ये यदि दातुमिहेच्छसि विष्णुरुवाच यजत्वमश्वमेधेन राजसूयेन भूपते गोभूस्वर्णाम्बुधान्यानां कुरु दानं महामदे दानन्नश्यति वैपापं ब्रह्म वध्यादिघोरकं चतुर्वर्गस्तु दानेन सिद्ध्यत्येव न संशयः तस्माद्दानं प्रकर्तव्यं मामुद्दिश्य च भूपते यादृशेनापि भावेन मामुद्दिश्य ददाति यः तादृशं तस्य वैभावं सत्यमेवं करोम्यहम् ऋषीणां दर्शनात् स्पर्शात् भ्रष्टस्ते पापसञ्चयः आगमिष्यसि यज्ञान्ते मम देहं न संशयः एवमाभाष्यतं वेनमन्तर्धानं गतो हरिः इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने गुरुतीर्थमाहात्म्यसम्पूर्तिवर्णने ह्यवनचरित्रसमाप्तौ च त्रयोविंशत्यधिकशततमोऽध्यायः ॐ